यं च सर्वं यश्चादिष्ठते सर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्ति। उपलक्षणं कस्य उपलक्षणम्? बहुत्वमत्र सामर्थ्यापेक्षया भविष्यति न? सामर्थ्यापेक्षया अल्पप्रजा अपि आगच्छति यदि कस्यचित् प्रजा एव नास्ति चेत् तत्रापि कृष्णापत्तिर्वर्तते एव। सामर्थ्यानु यदि प्रजा भवति चेत् तत्र कृष्णापत्तिर्नास्ति निर्वृत्तिर्नास्ति इति उच्यते। मातुर्योनौ परिवीत इति जन्म गृहीत्वा गर्भाशये तत्रत्यमपि वर्णनं कैश्चित् दीयते। सर्वतोपि तत्र मलमेव दृश्यते इत्यादिकं तत्र दीयते। एकस्मिन् वेदमन्त्रेऽपि तद्गतं वर्णनं वर्तते। सापेक्षं तु अस्ति एव, परं मद्दृष्ट्या विचार्यते न, शूकरः मले तिष्ठति, अरे परं तस्य तु तत्र आनन्दः भवति। सर्वोऽपि वरसापेक्षो भवति। तत्र गच्छेत् तदेव उच्यते, सर्वमेव दुःखं विवेकिनः। यः विवेकी भवति चेत् तस्य कृते सर्वत्र दुःखं दुःखमेव दृश्यते, सुखं नास्ति क्वचित्। आदित्येन एतद् उपहितं रक्षितं वर्तते इति यः अस्य तत्त्वं वेद, सः कः स्यात्? इन्द्रः स्यात् मन्ये। इन्द्रः सूर्यकिरणानां सायस्थितिः स्यात्। तत्र यत् धारण हेतुक्ता भवति आदित्यस्तु केन्द्रं भविष्यति न सर्वेषामपि, ततः निःसरन्ति किरणाः, तेषां च किरणानाम् अवस्थाभेदेन कार्यभेदः कार्यभेदेन नामभेदः भवति। सा स्थितिः, यतोहि इन्द्रवृत्रासुरयुद्धं वर्ण्यते सर्वत्रापि। वृत्रासुरः मेघाः, इन्द्रस्य तस्य छेदकः भेदको वा वर्तते, परं तस्य धारकोऽपि इन्द्र एव वर्तते। इन्द्रस्य कर्मणा एव तस्य अवधृतिरपि वर्तते, अन्यच्च विच्छेदिरपि तस्य कर्मणैव वर्तते। इन्द्रः इति यदि आदित्यकिरणाः उच्यन्ते अधस्तादिति गच्छन्ति किरणाः चेत् मेघमपि विच्छिद्य पुनः उपरि यदा गच्छन्ति चेत् तदा जानन्ति यत् आदित्येन उपहितं वर्तते आदित्योपहितम् उपहितमिति रक्षितम् सुरक्षितमिति उच्येत तत्र दीयते न पञ्चपञ्चाशदुत्तरशततमे पृष्ठे अत्रैव दुर्गे स एव महान् उदकसंस्थ्याय इन्द्रप्रत्यक्षो तृतीयायां पङ्क्तौ वर्तते स एव अस्य वेदमध्यमः इन्द्रः न स्वस्य वेदमध्यमः मेघः इति उपरिष्टादेव वर्तते स एव महान् उदकसंस्थ्यायः इन्द्रप्रत्यक्षः मातुः अन्तरिक्षलोकस्य उदकाभिव्यक्त्याशयस्थाने यत्र उदकस्य अभिव्यक्तिर्भवति तादृशे स्थाने परिवीतः परिवेष्टितः सौर्येण रश्मिजालेन वायुना च उभाभ्यामपि मेघोदरान्तर्गतः चेत् मेघ इति तत्र संस्थायाः उच्येत मन्यसमुदायः उच्येत सङ्घटनम् उच्येत तद् उदरान्तर्गतः प्रावृट्काले वर्षभावेनाभिव्यक्तः बहुप्रजा बहुशः प्रजायमानो निवृत्तिं भूमिम् आविशति चेदत्र इन्द्र एव अर्थः दत्तः वर्तते अनेन अत्र तु धारकत्वेन उच्यते वर्षकत्वेन न उच्यते धारकत्वेन उच्यते पूर्वं पूर्वावस्था उच्येत मन्ये अग्रे उक्तं न सौर्येण प्रावृट्काले चेत् अभिव्यक्तावपि एतद्वयमेव कारणं वर्तते एतदुक्तं न एतद् अभिव्यक्ति अभिव्यक्तिकारणम् एतद्वयं वर्तते रश्मिजालमेव तु इन्द्रः स्यात् अत्र स एव महान् उदकसंस्थाय इन्द्रप्रत्यक्षो मातुरन्तरिक्षलोकस्य उदकाभिव्यक्ति आशयस्थाने परिवीतः परिवेष्टितः मन्ये तेन सह विद्युत् तिष्ठति विद्युदपि इन्द्रशब्देन उच्यते वज्रशब्देनापि उच्यते परिवीतः केन परिवीतः चेदुच्यते परिवीतः परिवेष्टितः सौर्येण रश्मिजालेन अत्रैव स्यात् आदित्योपहितमिति एतदेव उक्तं परिवीतः परिवेष्टितः सौर्येण जालेन रश्मिजालेन इति आदित्यशब्देन अत्र मध्यस्थः सः न उच्यते केन्द्रः अपि तु अत्र किरणा एव उच्यते मध्यस्थः कः न उच्यते तस्य या रश्म्यवस्था वर्तते तत्र गता मध्ये गता इन्द्रशब्देन यदि विद्युदुच्येत विद्युत् तत्र उदकान्तर्गतः भवति तेन तत्र प्रत्यक्षीकृतः यतो हि सः मध्ये वर्तते तेन सह वर्तते इति न उच्येत एकः मेघः अपरा च विद्युत् तस्मात् हिरुक्तिष्ठति सा वेद अन्य च हिरुक्तिष्ठति आगच्छति यत् एताभ्यां किमर्थं न ज्ञातम् अन्यत् तेन कथं ज्ञातं यतोहि यदि दर्शनक्रिया केवलं यदि चेतने भवति अत्र तु भूमपि दृढवस्तुनोस्त वस्तूनि स चेत् स इन्द्रेण दृष्टम् अन्यच्च वायुरश्मिभ्यां च न दृष्टं किमर्थं न दृष्टम् इति एवं स्यात् न एतयोः स्थितिः मन्ये बाह्या स्यात् तस्य च स्थितिः आभ्यन्तरी स्यात् याभ्यन्तरे भवति सः प्रत्यक्षतः पश्यति यश्च बहिर्भवति सः न पश्यति यतोहि एताभ्यां तु सहयोगः तस्य धारणे क्रियते धारणे वा वर्षणे वा सहयोगः क्रियते एतौ भाव अपि बहिर्भूतौ तिष्ठतः स च तत्र अभ्यन्तरे तिष्ठति नहीं मेघः वर्तते उदक संस्थानः वर्तते स च संस्थानः एताभ्यां धार्यते परिवेष्टितः सन् इति उच्यते न परिवेष्टितः चेत् परिवेष्टनं तु बहिर्देशे एव भविष्यति चेत् अभ्यन्तरे किं किम् अस्ति इति एताभ्यां न जायते इति अत्र अलङ्कारेण उच्येत गच्छेयुः तत्र गच्छेयुः परं तत्र बहिर्गता या स्थितिः सा वर्ण्यते अत्र तत्र गच्छेयुः तत्र का स्थितिर्वर्तते एकत्र ध्यानं वर्तते तस्य सङ्घटने एतयोः तत्र साहाय्यं वर्तते तस्य उदकस्य संस्थाने एतयोः साहाय्यं वर्तते अन्यच्च अभ्यन्तरे तत्र विद्युत् तिष्ठति इति वर्णनं तत्र क्रियते सम्मिल्य एतैः सम्मिल्य वृष्टिकर्म क्रियते इति उच्येत वायुना रश्मिजालेन विद्युता च विद्युदभ्यन्तरे तिष्ठति एतौ च बहिर्तिष्ठत एवं तत्र वर्णनं भविष्यति वास्तविकी स्थितिः का वर्तते इति तु अध्येतव्यमस्ति तत्तु अस्ति अत्र तु एतत् प्रतीयते अन्यदपि उच्यते अग्रे शाक्पुण्यमुद्धृत्य तत्र मन्त्र द्रष्टव्य तत्र का देवता वर्तते तेन लिङ्गजानं भविष्यति. अयं स शिङ्क्ते येन गौरभिवृता मिमाति मायुं ध्वसनावधिष्ठिता सा चित्तिभिर्निचकारमर्त्यं विद्युद्भवन्ति प्रतिबव्रिमौहत. अयं सः एषः शिङ्क्ते शब्दं करोति येन गौः गौति माध्यमिका वागुच्यते मध्यमे स्थाने अन्तरिक्षे यः शब्दः श्रूयते सः अभिवृतः समन्ताद्वृतः मिमाति मायुम् अत्रापि शब्दं करोति कुत्र स्थिता ध्वसनौ मेघे अधिश्रिता सति सा च यदा शब्दं करोति सा चित्तिभिः चित्तत्र यः शब्दो भवति चटचटा इति वा चिटचिटा इति वा तस्यैव अनुकृतिः यत्र शब्दे क्रियते ध्वनेः सा चित्तिभिर्निचकारमर्त्यम् यदा तत्र शब्दः भवति चेदत्र अत्रस्था ये मनुष्याः सन्ति ते सर्वेपि नीचैर्भवन्ति किञ्चित् अवनता इव भवन्ति. काच सा स्थितिर्वर्तते विद्युद्भवन्ति प्रतिबव्रं बव्रिम् औहत. सा एव गौः या किल तत्र अभिवृता वर्तते ध्वसनौ अधिश्रिता वर्तते सा एव चित्तिभिर्मर्त्यं निःचकार चेत् सा विद्युद्भवन्ति विद्युत्रूपामापद्यमाना प्रतिबव्रिम् औहत. बव्रिम् इति रूपनामधेयं भवति रूपं प्रति औहत प्रत्यौहत इति सुगुप्तं करोति क्षिपालयति है अर्थात आंखें चुंधिया जाती हैं इत्यादिकं तत्र प्रयुज्यते. एतेन मन्त्रेणापि विद्युतः स्थितिस्तु तत्र वर्तते मेघे इति प्रदर्शिता एव. अयं स शब्दायते येन गौरभिवृता येन सा गौः गौरिति माध्यमिका वाक् मध्यमे स्थाने या श्रूयते अन्तरिक्षे सा अभिवृता परितः समन्तात् वृता वर्तते गौ इति वाक् मिमाति मायुम् अर्थात् शब्दं करोति मायुशब्दः शब्दे वर्तते मिमाति इति करोति मायुम् इव आदित्यमिति वा वागेशा माध्यमिका मायुम् इव आदित्यमिति वा आदित्यमपि मायुशब्दः वाग्नामशो वर्तते एवं तु चेत् मायुमिव आदित्यमिति वा वागेशा माध्यमिका या माध्यमिका वाक् वर्तते सा एव ध्वंसने मेघे ध्वंसते हि तत् सः मेघे अधिष्ठिता सा तत्र अधिष्ठिता सति चित्तिभिः कर्मभिः चित्ती रूपाया क्रिया वर्तते, चटचटा इति वा चिटचिटा इति वा या ध्वनि, यह ध्वनिर्वर्तते तस्य अनुकृति यत्र शब्देन दीयते। नीचैहि नीचैर् निकरोति मर्त्यम्, मर्त्यम् इति मनुष्यम् अत्रस्थं प्राणिनम्, अवनतम् करोति, विद्युत् भवन्ति, विद्युत् रूपं धारयन्ति स। प्रत्यूहते बब्रिम्, बब्रिरिति रूपनाम, बब्रिति रूपम् उच्यते। वृणोति इति सतः, सर्वमपि वृत्त्वा आवृत्य वा तिष्ठति इति सतः, वृणोति इति सतः। वर्षेण प्रच्छाद्य, चेदत्र किमस्ति, वर्षेण प्रच्छाद्य, वृष्टिर्जाता चेत् सर्वत्रापि भूमिः आच्छादिता तेन जलादिना। वर्षेण प्रच्छाद्य पृथिवीम्, तत् पुनरादत्ते, ततः पुनः जलम् आदत्ते गृह्णाति। पूर्वं तत्र वृष्टिं सम्पादयति, पश्चाच्च ततः गृह्णाति जलम् इति अस्य कर्मात्र दीयते। चेत् माध्यमिका वाग् वर्तते अत्र। किमस्ति? माध्यमिका इति मध्यमे भव, अन्तरिक्षे भव। मेघेषु या श्रूयते सा एव वर्तते। चेदत्र एकैव देवता वर्तते मध्यस्थानत्वेन, अन्यच्च द्युस्थानत्वेन। मध्यस्थानत्वेन विद्युद्रूपा वर्तते, द्युस्थानत्वेन च आदित्यरूपा वर्तते। अयमिति मेघः, चेत् मेघः शब्दं करोति, अयमिति मेघः स्यात् न। येन मेघेन गौर अभिवृता, सा माध्यमिका वाक् अभिवृता वर्तते, अभिसमन्तात् वृता वर्तते, आच्छादिता अथवा तत्र आवेष्टिता वर्तते। मिमाति वायुं, पुनः तत्र मेघः गर्जति, मेघे विद्युत् गर्जति, मेघात् विद्युत् गर्जति, क्रिया तु एका एव भवति। तत्र आरोपः क्रियते, कदाचित् मेघे आरोप्यते, कदाचित् च विद्युति तस्य। अत्रापि तु तथैव उच्यते न, अयं स शिङ्क्ते मेघः, येन मेघेन सा गौः अभिवृता वर्तते, पुनश्च सा। मन्ये एका तत्र एकः मेघस्थध्वनिर्वर्तते, अपरा च स्थितिः तस्मात् बहिर्भूता वर्तते। यदा बहिर्भूता स्थितिर्वर्तते, सा विद्युद्रूपा स्थितिर्वर्तते। मन्ये स्थितिद्वयम् अत्र वर्तते, एका मेघस्था स्थिति, अपरा च बहिर्भूता स्थिति। या बहिर्भूता स्थिति वर्तते, सा भयङ्करा स्थितिर्वर्तते, तस्यैव रूपद्वयं वर्तते। यतो हि ध्वनिः तत्रापि वर्तते यदा मेघस्थितिः वर्तते, ध्वनिश्च पश्चादपि वर्तते, पश्चाद् यः ध्वनिर्वर्तते तत्र तस्य यत् मर्त्यस्य न्यक्करणे प्रयोगः प्रदर्शितः तद्रूपं वर्तते। न, आरोपः तत्र क्रियते, यथा मनुष्य आरोपः कृतः, मनुष्येऽपि तु आरोपः कृतः, देवदत्तः ब्रवीति, देवदत्तः कथं ब्रवीत्, तत्र अव्ययेषु एव संयोगो वा विभागो वा भवति चेत् ध्वनिरागच्छति, तथैव अत्र मेघे भविष्यति. गौरिति माध्यमिका वाक् तदेव तु उच्यते. तस्य ध्वनेः स्थितिद्वयं स्यात्, एका स्थितिः मेघस्था स्थितिः, अपरा च स्थितिः पश्चाद्वर्तिनी. या पश्चाद्वर्तिनी स्थितिः वर्तते सा एव विद्युदिति उच्येत, यतोहि विशेषेण द्योतना तत्र वर्तते. यत्र विशेषेण द्योतना वर्तते सा एव विद्युत्स्थितिरिति उच्येत. उभयमपि तत्र वर्तते, ध्वनिरपि वर्तते, प्रकाशोऽपि वर्तते. भवेत् मन्ये सहैव उभयोरपि उत्पत्तिः स्यात् तत्र तस्यां घटनायां. तत्रापि मन्ये अग्रे आगत्य घर्षणं भवेत्, घर्षणे सति च उभयोरपि प्रकटीभावः तत्र भवति, यतोहि उभयमपि कार्यमत्र दीयते न. चित्तिभिः इति उच्यते, विद्युद्भवन्ति इत्यपि उच्यते. तेन आच्छादिता सति सा सापि शब्दं करोति. शब्दः शब्दः शब्दं करोति इति अत्र मन्ये तादृशी स्थितिः स्यात् यथा अत्र ध्वनौ अन्यच्च स्फोटे वर्तते. यतोहि एका स्थितिः तत्र स्था वर्तते, मेघस्था वर्तते, अपरा च बहिस्था स्थितिर्वर्तते. उभयोरपि विवेकः कर्तव्यः. अयं स चिन्ते इति बहिरागत्य मेघा वर्तते, मेघस्य एका ध्वनिरौ सा च ध्वनिरत्र बहु शब्देन उच्यते. अधुना तान् कर्तृं कृत्वा अत्र पुनः कथयति सा गौ पुनः मिमाति. मिमाति इति यदा बहिःशब्दः श्रूयते विद्युत्रूपेण यदा तस्य दर्शनं भवति, यतोहि तस्यैव तु उत्तरावस्था एषा भवेत्. मेघस्तस्यैव उत्तरावस्था एतद् भवेत् यद् दृश्यते अथवा श्रूयते पश्चात्. चेत् उभयोरपि उत्पत्तिः सहैव वर्तते, अत्र सहैव वर्तते चेत् एकत्वेन आरोपः क्रियते, यतोहि तत्र शब्दोऽपि दृश्यते अन्ये च रूपमपि दृश्यते, शब्दोऽपि श्रूयते अन्ये च रूपमपि दृश्यते. यतोहि चित्तिभिर्निहिचकारवर्त्यमिति एका घटना, अन्यच्च विद्युद्भवन्ति इति अपरा, चेत् एकत्रैव च आरोपः उभयोरपि वर्तते. दसने इति मेघे शब्दं करोति, मायुशब्दः शब्दे आगच्छति. एकत्र क्रियापदम् अपरत्र च नामपदं वर्तते, यथा मन्ये शब्दमुच्चारयति इति उच्यते तथैव. शब्दः शब्दं कथं न कुर्यात्? यथा उच्यते अत्र शिक्षायां किम् उच्यते, आकाशवायुप्रभवः वक्त्रम् उपैति नादः, पश्चाच्च तस्य शब्दरूपा स्थितिर्वर्तते आत्माबुद्ध्या इत्यादिकम् उक्त्वा चेत् पश्चात् तस्य शब्दरूपा स्थितिर्वर्तते उत्वा अन्येषु तत्र दर्शनेषु व्याख्यानं क्रियते शब्दस्य परापश्यन्ति मध्यमा वैखरी इति चेत् एकस्यैव सतः तत्र अवस्थाभेदेन नामभेदः तत्र कीर्त्यते. तथैव अत्र किमस्ति, पूर्वावस्था पिता इति उच्यते, उत्तरावस्था च पुत्रः इति उच्यते चेत् तथैव अत्रापि पूर्वावस्थायाः प्रवचनम् उत्वा कथनं तत्र कर्तृत्वेन क्रियते, अन्यच्च उत्वा उत्पादकत्वेन क्रियते, अन्यच्च उत्तरावस्थायाः वचनं तत्र उत्पाद्यत्वेन क्रियते. स एव एतम् उत्पादयति. यथा तत्र वीचितरङ्गन्याये वर्तते, परं किमस्ति तत्र स्थानभेदेन कालभेदेन वा रूपभेदः तत्र दृश्यते मन्ये. अर्थात् मेघस्थितिर्या वर्तते सा भिन्ना वर्तते, तस्मादेव उत्पन्नः अपरः शब्दः यदा अवस्थान्तरं स्थानान्तरं कालान्तरं परिस्थित्यन्तरं च प्राप्नोति चेत् तस्य रूपान्तरं जायते, तद्रूपं वर्तते विद्युद्रूपं वा उत्वा चित्तिरूपं वा. तत्र तत्र रूपे तत्र ध्वनिना सह प्रकाशोऽपि वर्तते, विद्युदपि वर्तते. एवं स्यात् न, मेघे आश्रितत्वं यद्वर्तते तस्य तत् तस्य पूर्वरूपं वर्तते, उत्पादकरूपं वर्तते. अन्यच्च विद्युद्रूपं यद्वर्तते अथवा चित्तिरूपं यद्वर्तते तत् तस्य उत्तररूपं वर्तते, उत्पादकत्वं तु तत्र भविष्यति. मेघे अधिश्रिता सा गौ मेघेनैव अभिभूता सति शब्दान्तरम् उत्पादयति. यदा अधिकः ध्वनिर्भवति चट्चटाहत् इति वा यत्किमपि उच्येत तेन मर्त्यः कश्चित् जनः अवनत इव भवति. मन्ये तेन ध्वनिना भयमिव दृश्यते, मर्त्यशब्देन यदि मनुष्य एव उच्येत, यदि च जलमुच्येत, जलमुच्येत चेत् तेन ध्वनिना सहैव जलं नीचैरागच्छति, तेन च पृथ्वीराच्छादिता भवति, पृथ्वी आच्छादिता भवति. मर्त्यम नीचे करोति, मर्त्यम नीचे करोति, मर्त्यम तो उपरिष्टं जलमेव तत्रापि वक्तुं शक्यते। तो नीचे ही आगच्छति उत्वा अत्रस्थोपि यः मनुष्यः भवति सोपि तु किञ्चित् अवनत इव दृश्यते, तत्रापि आरोपः स्यात्। न भविष्यति किं न भविष्यति, तत्रत्या घटना केवलं प्रदर्श्यते, तत्र किमस्ति। मर्त्यत्वं तु तत्रापि वर्तते, मेघेपि जलेपि वर्तते। मर्त्यशब्दस्तु साक्षात् मनुष्ये वर्तते, परं यौगिकवृत्त्या तत्रापि कर्तुं शक्यते, तत्रापि मर्त्यत्वं वर्तते एव। दुर्गेणापि तु तदेव उच्यते, चित्तिभिः स्वैश्चटाशब्दकर्मभिः नीचकार, नीचैः करोति मर्त्यं मनुष्यम्। सर्वो हि बिभ्यत् तस्य आसीत् आसीदत्यवनम् अवनमति वा आसीदति अवनमति वा, तत्र वर्तते। सामान्यमिति नहीं, रहस्यमत्र किं वर्तते तत्तु मृग्यं भवति, शब्दार्थः अत्र दीयते, शब्दार्थः एषः अत्र सामान्येन आगच्छति। तत्र तस्य अध्यात्मपक्षे किमस्ति, अन्यच्च अन्यत्र किमस्ति, एतत्तु मृग्यं भवति। यदा जलाधिक्यं भवति चेत् पृथिव्या रूपं तत्र सर्वत्रापि आच्छाद्यते तेन जलाधिक्यं, सा एव विशेषेण द्योतमाना सति। आच्छादयति रूपं पृथिव्यादिक पृथिव्यादिकस्य सर्वत्रापि जलं जलमेव भवति एवं रूपेण। चेत् पृथिवी नाम्नाम् एतद् व्याख्यानं, द्वयोरेव शब्दयोः अत्र व्याख्यानं कृतम्, नाम गोशब्दस्य अन्यच्च निर्ऋतिशब्दस्य, अन्यान्यपि एवमेव रूपेण तत्र व्याख्यातव्यानि भवन्ति, निर्वक्तव्यानि वा भवन्ति, अथवा निघण्टु निर्वचने द्रष्टव्यानि। कस्य तत्तु पूर्वं तस्य अत्र समाधानं, तत्र ये परिग्राहिका भवन्ति ते तु मन्यन्ते निरुतिरिति पृच्छापत्ति, अन्ये च कथयन्ति निरमणात् इच्छते पृथ्वी, चेदत्र दत्तवन्तः उदाहरणम् एकस्य ययं चकार इति, द्वितीयम् उदाहरणरूपेण अपि दीयते। नहीं, एतस्य तु प्रसङ्गे यथा तत्र सन्देहः जातः एकस्मिन् एव द्वैतस्य, तत्रापि तथैव अत्रापि वर्तते सन्दिग्धः, एकस्मिन् तथैव अत्रापि वर्तते। लिङ्गशब्दः अनेकत्र अर्थे आगच्छति, येन यस्य अभिव्यक्तिर्भवति तत् तस्य लिङ्गं भवति। कर्मणा कस्यचित् अभि यात्र देवताः प्रदर्श्यन्ते प्रायेण अत्र निरुक्ते, यतोहि अत्र प्राधान्येन अधिदैवतपक्षः स्वीक्रियते, एवं तु अन्ये पक्षा मध्ये मध्ये आगच्छन्ति, परं प्रायेण तेषां च देवतानां लिङ्गं भवति प्रामुख्येन कर्म, क्रियया एव तेषाम् अथवा तासां परिचितिर्भवति परिचयो भवति। तासां च क्रियाणां स्थानत्रयं वर्तते, तत्र काश्चन क्रियाः अत्र पृथिव्यां भवन्ति, काश्चन तत्र अन्तरिक्षे भवन्ति, काश्चन च तत्र द्युलोके भवन्ति। ताभिः क्रियाभिः तैः कर्मभिर्वा तासां देवतानां परिचयः भवति, कुत्रत्यासौ देवता वर्तते। अत्र पृथ्वीनामधेयान्येव किमर्थं पूर्वतः पठितानि इत्यत्र कश्चित् टीकाकृद्भिः तत्र हेतुरपि प्रदर्शितो वर्तते, यत् तत्र सर्वतः आरम्भे महदण्डात् उत्वा प्रजापतेः सकाशात् पृथ्वी एव सर्वतः प्रथमं, यज्ञतः पृथ्वीनामधेयानि सर्वतो प्राथम्येन अत्र व्याख्यायन्ते, तथा च भगवदत्तमहोदयैरपि प्रतिपाद्यते। ततोऽग्रे हिरण्यनामान्य आगच्छन्ति। पृथिव्यां यान्यपि वस्तूनि वर्तन्ते तेषु वस्तुषु सर्वतोऽधिकतया मूल्यवद् यद्वस्तु वर्तते तत् हिरण्यमेव वर्तते, आवश्यकं यद्वस्तु वर्तते उत्तमा हिरण्यम् इति सुवर्णम् उच्यते, सर्वदैव वर्तते, प्राचीनकाले अग्रिमकाले किमस्ति सर्वमपि अग्निरूपमेव अस्ति। कुत्र वर्णितं वर्तते, केन आधारेण? अत्रत्याः ये केऽपि पदार्थाः सन्ति पृथ्वीस्थाः, ते पञ्चमहाभूतमया एव वर्तन्ते। यदि अत्र तेषु पदार्थेषु चिन्तयामः, ते पदार्थाः केनापि रूपेण स्युः, माने औषधिरूपेण वा धातुरूपेण वा अथवा अन्येन केन रूपेण, मन्ये मनुष्यरूपेण, प्राणिरूपेण अथवा येनापि रूपेण स्युः, तत्र क्वचित् कस्यचित् प्राधान्यं वर्तते, क्वचित् कस्यचित् प्राधान्यं वर्तते। सुवर्णे आग्नेयप्रधानता स्वीक्रियते, अग्निप्रधानता स्वीक्रियते। हिरण्यनामान्युत्तराणि पञ्चदश, तत्र पञ्चदश हिरण्यनामानि, हिरण्यस्य नामानि हिरण्यनामानि आगच्छन्ति पृथिव्याः नामभ्यः उत्तराणि। हिरण्यं कस्मात्? ह्रियते आयम्यमानमिति वा, यदा तस्मात् किमुच्यते आभूषणादिकं रच्यते चेत् तत् आयम्यमानं ह्रियते, ह्रियते इति गृह्यते, आयतता तस्य भवति, आयामः भवति खीचना इति वा एतेषु अर्थेषु आगच्छति, आयम्यमानं ह्रियते। तथैव तत्र एकः शब्दः आगच्छति न, मुद्रा, मुद्राशब्दः अन्यच्च तत्र रूप्यं रजतं रूप्यम् एकः शब्दः अष्टाध्याय्याम् आगतः वर्तते, जातरूपं तु सुवर्णे कृते वर्तते, सुवर्णस्य कृते वर्तते, अन्यच्च मुद्रा यत् क्रियते स्म ठोक् पीट् करके बनाना, ठोक् पीट् करके बनाने के लिए एकः शब्दः आगतः, ठोक् पीट् करके बनाना मुद्रा, उसके लिए एक सूत्र है, अलग से सूत्र ध्यान नहीं आ रहा। तो रूप्यं मुद्रा शब्द एव सः वर्तते, तेनैव सः अर्थः निःसरति, ततः आहत इत्यादिकं शब्दम् आहतं रूपादाहत प्रशंसयोर्यप् रूप्यो दीनारः, रूप्यो दीनारः तत्र आहन्यते, आहन्यते तत्र वर्तते न, रूपादाहत प्रशंसयोर्य चेत् ह्रियते आयम्यमानमिति वा ह्रियते जनार्जनमिति वा, एकस्य दिनस्य पार्श्वे अद्य वर्तते, श्वः अन्यस्य पार्श्वे भविष्यति, परश्वः अन्यस्य पार्श्वे भविष्यति, कदाचित् एकस्य पार्श्वे न तिष्ठति, गतिर्वर्तते, अस्मिन् गतिर्वर्तते। परम यस्यापि पार्श्वे आगच्छति एतत् तत्र आश्चर्यं भवति स चिन्तयति मत्पार्श्वे एव स्थास्यति अधुना तु न गमिष्यति क्रियते जना जनमिति वा हितरमणं भवतीति वा हितम् अस्मिन् रमते सर्वेपि जनाः अस्मिन्नेव स्वकीयं हितं पश्यन्ति मम हितम् अस्मिन् वर्तते इति वा हृदयरमणं भवति इति वा हृदयमपि अस्मिन् रमते सर्वैरपि अभीप्स्यते इष्यते मम एतत् स्यात् मम एतत् स्यात् इति अन्यच्च एकं तत्र प्रमाणं तु नास्ति परं व्यवहारे दृश्यते सुवर्णं हि उपरि एव सर्वैरपि आध्रियते सुवर्णाभूषणानि यानि भवन्ति तानि उपरि एव आध्रियन्ते नीचैश्च तत्र रजताभूषणानि धार्यन्ते मन्ये कथञ्चित् उपरि अङ्गेभ्यः एतत् लाभप्रदं भवति सुवर्णम् उपरि एव धार्यते नीचे न धार्यते परं येषां पित्तप्रकृतिर्भवति अथवा उष्णप्रकृतिर्भवति तैर्न धारितव्यं तैः रजतं धारितव्यं रजतं सौम्यं भवति हृदयरमणं भवति इति वा हर्यतेर्वा स्यात् प्रेप्साकर्मणः तत्र हरिधातुः अत्र हर्यधातुः प्रेप्सार्थे इच्छार्थे तत्र वर्तते तस्मादपि हिरण्यम् इति उच्यते प्रेप्स्यते हि तत् इष्यते हि तत् सर्वैरपि मम स्यात् मम स्यात् इति एतस्य एतावदेव व्याख्यानं हिरण्यनाम्नां केवलम् एतावदेव व्याख्यानं सङ्क्षेपेणैव अग्रे चलति अन्तरिक्षनामान्युत्तराणि षोडश इतो हिरण्यनामभ्यः उत्तराणि षोडश अन्तरिक्षनामानि वर्तन्ते इति हा अत्र अतीवसङ्क्षेपः चरितः अनेन प्रथमे काण्डे उत्वा मन्ये एतदेव लब्धं स्यात् अवशिष्टमेव तु अधीयते अस्माभिरग्ना यत्किमपि अवशिष्टम् क्वचित् ज्वलनात् क्वचित् भ्रंशनात् अनेके तत्र आक्रमणा अभूवन् तेभ्य यदवशिष्टं तदेव अस्माकं पार्श्वे वर्तते चेत् अन्तरिक्षनामान्युत्तराणि षोडश षोडश अन्तरिक्षनामानि भवन्ति अन्तरिक्षं कस्माद्धेतो अन्तरिक्षम् अन्तरिक्षम् इति उच्यते चेत् अन्तरा क्षान्तं भवति द्युलोकात् आरभ्य पृथ्वीपर्यन्तं क्षा इति पृथ्वी उच्यते तदन्तम् एतद् भवति अतः अन्तरिक्षम् अन्तरा मध्ये क्व क्षा अन्तं पृथ्वीपर्यन्तम् अस्ति इति अन्तरिक्षम् अन्तर् इमे इति वा अन्तरिक्षम् एतयोः अन्तः मध्ये किन्नाम द्यावपृथिव्योः इमे इति द्यावपृथिव्यौ द्वयोर्मध्ये तिष्ठति अन्तरा इमे तिष्ठति इमे तिष्ठति तु न वर्तते अन्तरा इमे अन्तरायोगे द्वितीयापि विधीयते न अन्तरा त्वां च मां च कमण्डलुः अन्तरा त्वां च मां च कमण्डलुः तथैव वर्तते द्वयोर् अन्तरा वर्तते इति अन्तरिक्षम् एवं भविष्यति शरीरेषु अन्तः अक्षयमिति वा शरीरेषु अन्तः मध्ये अक्षयम् अक्षयत्वेन वर्तते इति अन्तरिक्षम् इति वा अन्तरिक्षनामसु एकं समुद्रनाम वर्तते अन्तरिक्षमिति वा तत्र समुद्रः तत्र अन्तरिक्षनामसु समुद्रः शब्दः वर्तते इत्येतत् पार्थिवेन समुद्रेण सन्धीयते। यतोहि पृथिव्यामपि समुद्रः वर्तते, अन्तरिक्षेऽपि समुद्रः वर्तते, चेत् पार्थिवेन समुद्रेण तत्र सन्देहः क्रियते। समुद्रशब्दः आगतः पूर्वमस्य निर्वचनं, पश्चाच्च उदाहरणादिकं प्रदर्शयिष्यते। समुद्रः कस्मात्? चेत् समुद्रः समुद्रवन्ति अस्मादापः। अस्माद् आपः सम् उत् सम् सम्यग्रूपेण उत् ऊर्ध्वं द्रवन्ति गच्छन्ति इति समुद्रः। चेत् एषा घटना पार्थिवसमुद्रेऽपि भवति, अन्यच्च अन्तरिक्षसमुद्रेऽपि भवति। ततोऽपि तु यज्जलम् इतः आगच्छति तदपि ऊर्ध्वमेव भवेत्। तत्र स्थित्वा यदि पश्यामः, इतः यज्जलं गच्छति चेत् तदपि ऊर्ध्वमेव गच्छति। अस्माद् आपः ऊर्ध्वं गच्छन्ति, समुद्रवन्ति अस्मादापः। उत्वा समभिद्रवन्ति एनम् आपः, नद्यादिरूपेण एनम् आपः समभिद्रवन्ति, गच्छन्ति एव एनं प्रति इति अपदृष्ट्या उक्तम्। सम्मोदन्ते अस्मिन् भूतानि, ये जलीयाः तत्र जले तिष्ठन्ति प्राणिनः सन्ति, ते अस्मिन् मोदन्ते, सम्यक्तया मोदन्ते, तेषां मोदसाधनम् आधारो वा भवति, अतोऽपि एषः समुद्रः इति उच्यते। समुदको भवति इति वा? सम् उदकः, सम्यक् उदकं यस्मिन् वर्तते, सम् उदको भवति इति वा? उदकवान् भवति। समुन्नति इति वा? यः अपि तत्र पार्श्वे गच्छति तम् असौ क्लेदयति, उन्दी क्लेदने, समुन्नति इति वा समुद्रः। सम् उदकः आधिक्येऽपि तु सम्यक् शब्दः आगच्छति, आधिक्येऽपि वर्तते। अच्छा शब्द आगच्छति न, उसके पास अच्छा खासा अनाज है। अच्छा खासा अनाज है माने अधिकम, अधिकम अन्नम तस्य पार्श्वे वर्तते, तत्रापि सम शब्दः वर्तते। सम उद कम, सम उद कम, उद शब्द अत्र वर्तते। सम उद कम, सम सम सम सम सम सम सम इति संघतम, संघतम उदम, संगतम उदम अस्मिन् वर्तते इति समुदकम्। एवं स्यात्, उदकस्य कृते उदशब्दोऽपि आगच्छति अकारान्तः, उदशब्दः दकारान्तः, अन्यच्च दक् शब्दोऽपि आगच्छति। उदकशब्दस्तु वर्तते एव समुदायरूपः, उद उद उद दक् अन्यच्च उदक् इति चत्वारोऽपि शब्दाः तत्र उदकस्य पर्यायवाचित्वेन श्रूयन्ते। उद एकः दकारान्तः वर्तते, एकस्य अकारान्तः उद, अपरस्य दक शब्दः वर्तते, अन्यच्च उदक शब्दस्तु वर्तते एव। एधोदकस्य उपस्कुरुते दक शब्दः वर्तते, तत्र दक शब्दः चर्केऽपि आगतः, अन्यच्च उत्शब्दः तत्र आगतः न, षष्ठेऽध्याये तृतीयपादे आदेशेषु उदकस्योदः संज्ञायां तत्र अकारान्तः उदकस्योदः इति, अन्यच्च दकारान्तोऽपि वर्तते, तत्र तु पदशब्दः वर्तते, पद्धतिः इत्यादौ। तत्र पदशब्दः वर्तते, अच्छा उदन नकारांत उदना उदन शब्द वर्तते उदकस्य अर्थे वर्तते उदन शब्द सोपि शब्द उदन शब्दोपि वर्तते चेत् एते शब्दाः आगच्छन्ति चेत् अत्र उद शब्दः उदकार्थे प्रदीयते समुन्नति इति वा तयोर्विभागः इदानीं प्रदर्श्यते तत्र इतिहासम् आचक्षते विभागस्य कृते इतिहास एकः प्रदर्श्यते इतिहासस्य स्वरूपं भवति धर्मार्थकाममोक्षाणाम् उपदेशसमन्वितम् यत्र हि धर्म अर्थ काम मोक्ष इत्येवं सम्बन्धी उपदेशः यत्र वर्तते तादृशम् इतिवृत्तं कथायुक्तम् इतिहासं प्रचक्षते तादृशं यद् इतिवृत्तं भवति तच्च कथायुक्तं तदेव इतिहास इति उच्यते अन्यच्च अग्रे वक्ष्यते ऋषेर्दृष्टार्थस्य आख्यानसंयुक्ता प्रीतिर्भवति इत्यादिकं वाक्यम् अत्र निरुक्तेव आगमिष्यति ऋषिणा यः अर्थः दृष्टः तम् अवबोधयितुं कस्याश्चित् कथायाः माध्यमेन तत्र प्रकटीकरणं क्रियते ऋषिर्प्रीतिर्भवति आख्यानसंयुक्ता किञ्चित् आख्यानमाश्रित्य तस्य रहस्यं तत्र प्रकटीक्रियते काल्पनिकम् उत कुतश्चित् नित्यां घटनाम् आश्रित्य प्रकटीक्रियते यथा तत्र वर्तते मन्ये पञ्चतन्त्रे व्यवहारस्तु वर्तते स एव व्यवहारः कानिचित् पात्राणि कल्पयित्वा प्रकटीक्रियते यतोहि संवादमाध्यमेन यदि किञ्चित् उच्यते चेत् सरलतया अवबुद्धः भवति सः विषयः एवं भवति विषयः स एव भवति संवादात्मिका शैली तु सर्वत्र दृश्यते एव मीमांसायां महाभाष्ये अथवा अनेकत्र दृश्यते अर्थप्रकाशे संवादैः बोधनं सम्यक् बोधनं भवति तत्र इतिहासम् आचर्ष्यते देवापिश्च आष्टिषेणः एकः देवापि वर्तते स आष्टिषेण ऋष्टिषेणस्य अपत्यम् आष्टिषेणः शन्तनुश्च चेत् उभावपि कौरव्यौ भ्रातरौ बभूवौ कौरव्यौ भ्रातरौ परस्परं बभूवतु ऋष्टिषेणस्यैव अपत्यद्वयं देवापि एकः अपरश्च शन्तनुः स शन्तनुः कनियान् इति छोटा भाई अभिशेषयाञ्चकार स्वकीयस्य अभिषेकं कृतवान् राज्याभिषेकं कृतवान् राजा असौ अभूत् कथम् देवापिस्तपः प्रतिपेदे इत दृष्ट्वा अरे शन्तनुना तु राज्याभिषेकः आचरितः चेत् चलामः इतः तपः प्रतिपेदे तप करने के लिए चला गया तप को स्वीकार किया एतेन अत्याचारेण ततः शन्तनो राज्ये द्वादश वर्षाणि देवो नववर्ष छोटे भाई ने बड़े भाई का अपमान किया है उसको छोड़ करके राज्याभिषेक कर लिया अतः तस्य राज्य द्वादश वर्षाणि देवो नववर्ष 12 वर्ष तक वृष्टि नहीं हुई तम उसुर ब्राह्मण यदा ब्राह्मण पृष्ठ अरे कथम यह अनावृष्टि जायते चेत ब्राह्मण कारणत्वेन ऊचु अधर्मस्त्वया आचरितः त्वया धर्मकृतः कः धर्मः ज्येष्ठं भ्रातरम् अन्तरित्य अभिषेचितम् यः ज्येष्ठा भ्राता तव देवापि वर्तते तम् अन्तरित्य उल्लङ्घ्य तस्य उल्लङ्घनं कृत्वा अभिषेचितं त्वया अभिषेकः आचरितः तस्मात् ते देवो न वर्षति एते हितवः चर्केऽपि पदे पदे दीयन्ते अनावृष्टेः अतिवृष्टेः रोगाणां च कारणत्वेन ये भी अत्याचारा वर्तन्ते ते तत्र हेतुत्वेन प्रदर्शिता सन्ति पदे पदे अत्र तु अनावृष्टिः प्रदर्शिता अतिवृष्टिः यदा आधिक्येन भवति सर्वत्र जलं जलमेव भवति तस्मात् ते देवो न वर्षति इति स शन्तनुः देवापिं शिशिक्ष शन्तनुः देवापे समी तत्र पार्श्वं गत्वा राज्येन शिशिक्ष राजम राज्यम तस्मै दातुम ऐच्छत। भाई साहब ले लो, दाताजी ये राज्य ले लो आप। सतु अधुना तपस्वी वर्तते देवापी, अत उवाच तम उवाच देवापी पुरोहितस्ते असानी। राज्य तो मैं नहीं लूंगा, राज्यम तो न ग्रहिष्यामि, परम तव राज्य वृष्टि यथा भविष्यति तथा यज्ञम कारयिष्यामि पुरोहितो भूत्वा, राज्यम तो न स्वीकरिष्यामि। पुरोहितस्ते असानी याज्ञानि चत्वारि इति, तुम्हारा यज्ञ करा दूंगा इति चेत एतेन व्यवहारेण एकत्र ऐसा घटना द्वादश वार्षी की अनावृष्टि तत्र प्रदर्शिता वर्तते। द्वापर अन्यच्च त्रेता युगयोः संधि काले एका द्वादश वार्षी की अनावृष्टि जाता इति ऐतिह्य विदः कथयन्ति तत्र भगवदत्त महोदयैः एतद् उक्तं तत्र वर्तते। शन्तनुस्य परावर्ति वर्तते महाभारते काले वर्तते। अन्यच्च एतदपि अत्र दृष्टं वर्तते व्यवहारे यत्र वेदीय शब्दाः दृष्टाः सन्ति तान् आश्रित्य पश्चादवर्तिभिः जनैः स्वस्व नामानि रक्षितानि सन्ति। शन्तनु अन्यच्च देवापि उत्वा ऋष्टिशेणः एतानि नामानि तत्र इतिहासेऽपि प्राप्यन्ते, परं भिन्न भिन्न प्रसङ्गेषु प्राप्यन्ते। अस्तु त्वा इति तस्य एतद् वर्षकामसूक्तम्, तस्यैव वर्षकामसूक्तम् येन वर्षस्य कामः पूरितः भवति तादृशम् एतत् सूक्तम् वर्तते। तस्य ईशा भवति एकारि च अत्र प्रस्तूयते तस्मादेव सूक्तात्। एतृचम् श्वोद्देश्यामः। सर्वभूतं च भव्यं च सर्वं यश्चाभितिष्ठति सर्वस्य च तस्मै ज्येष्ठाय ब्रह्मणे नमः। ॐ भवतु।